ॐ गुरुब्रह्म गुरुर्विष्णुर्गुरुदेवमहेश्वरः गुरुसाक्षात्परब्रह्म तस्मै श्रीगुरवे नमः. हरिः ओम्. धन्यवादः महोदय. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र विधिलिङ्गकारः. तत्र विधिलिङ्गकारः प्रथमतया तत्र सम्भावनार्थे वयं दृष्टवन्तः. वस्तुतः विधिलिङ्गकारस्य तत्र अर्थद्वयम् अस्ति. प्रथम अर्थः अस्ति सम्भावना इति, द्वितीय अर्थः अस्ति तत्र भित्यर्थे इति. इदानीं तत्र रूपभेदः नास्ति, केवलं प्रयोगभेदः एव अस्ति. अतः इदानीं तत्र तत् अद्यतनविषयः भवति, किन्तु तत्र हा अस्तु तदेव कुर्मः इदानीम्. अतः तत्र पुटसङ्ख्या अस्ति तत्र 97 पुटे, नूतनपाठः अस्ति तत्र परस्परं भावयन्तः इति. तत्र लक्ष्मी भगिनी आरम्भं करोति वा? लक्ष्मी भगिनी अस्ति वा? क्षम्यता महोदय, अहं न प्राप्तवती. अहम् अनन्तरं वदामि. अस्तु अस्तु, किन्तु पुस्तकम् अस्ति खलु, तत्र PDF अस्ति खलु भवत्याः समीपे? अहम् ओपन् करणीयम्. अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु, तर्हि तत्र रघुवीरानन्दस्वामी भवान् आरम्भं करोति वा? तत्र जनद्वयम् अपेक्षितं, यतोहि तत्र सम्भाषणम् अस्ति दूरवाणीद्वारा तत्र. अतः तत्र रघुवीरानन्दस्वामी अपि रघुपतिमहोदय तत्र सम्भाषणं कुर्वन्ति वा? तत्र वरदा शारदा इति. अस्तु, भवान् का भवितुमर् हरिः ओं. शारदा खलु? आम्, वदतु, कः विशेषः? कोऽपि म्यूट् मध्ये अस्ति, कृपया. सर्वं कुशलं. भवती किमर्थं ह्यस्तनं मेलनं न आगतवती? क्षम्यतां, मया अन्यत्र गन्तव्यम् आपतितम्. अत एव तत्र विसर्गः. अतः एव न आगतवती. मेलने के निर्णयाः कृताः? प्रायः सर्वाणि कार्याणि चिन्तितानि, उत्तरदायित्वानि अपि निश्चितानि. भगिनी, कस्यै किम् उत्तरदायित्वं दत्तम्? सभाकार्यं नलिनी पश्येत्, तस्याः साहाय्यार्थं तिस्रः भवेयुः. अतिथीनां व्यवस्थां रेवती निर्वहेत्. गङ्गा तस्याः साहाय्यं कुर्यात्. लतिका शुभा च पानजलं वितरेताम्. कार्यक्रमसञ्चालनं लक्ष्मीः कुर्यात्. भगिनी, वैयक्तिकगीतं का गायेत्? गायत्री वैयक्तिकगीतं गायेत्. विजया स्वागतं विदिता, स्वागतं विदिता, धन्यवादञ्च व्याहरेताम्. वरदे, अहं किं कुर्याम्? भवती प्रसारकार्यं कुर्यात्. सर्वेभ्यः पत्रं लिखेत्, सर्वानपि आह्वयेत्. पत्रिकाभ्यः वार्तामपि दद्यात्, यतः कार्यक्रमः भविष्यति इति सर्वेपि जानीयुः किल. अन्यत् किं किं कुर्याम्? कार्यक्रमविवरणपत्रं सिद्धं कुर्यात्, तत्र दोषाः न स्युः. अस्तु, तथैव करिष्यामि. पुनः भवती गीतमपि सूचयेत्, यतः प्रार्थना सा गायेत्. सा ह्यः नागता आसीत्. भवतु, अवश्यं सूचयामि. भवती समये एव आगच्छेत्, वयं सर्वाः अपि मिलित्वा कार्यक्रमं सम्यक् कुर्याम. निश्चयेन, धन्यवादः. धन्यवादः. समीचीनमस्ति, धन्यवादः. अस्तु, तत्र गीताञ्जलि भगिनी, नमस्कारः भगिनि. नमस्ते महोदय, क्षम्यतां महोदय. चिन्ता मास्तु भगिनि, तत्र पुटसङ्ख्या अस्ति 97 पुटे. अस्तु अस्तु, तर्हि इदानीं तत्र अस्मिन् सम्भाषणे तत्र विधिलिङ्गकारस्य विध्यर्थे इति अस्ति, किन्तु तत्र विध्यर्थे अर्थात् तत्र प्रथमतया किं किं किं ज्ञातव्यम् इत्युक्ते तत्र सम्भावनार्थे इति एकः अर्थः, विधिलिङ्ग विध्यर्थे इति अन्य अर्थः, तयोः मध्ये कः भेदः अपि अन्यः अंशः तत्र ज्ञातव्यः अस्ति, तत्र रूपाणि कानि इति. अतः तत्र एकवारं रूपाणां पुनःस्मरणं कुर्मः. तत्र सामान् साधारणरूपम् अस्ति, अपि तत्र विशेषरूपम् अस्ति. तत्र पुटसङ्ख्या अस्ति, तत्र चतुर्नवतितमे पुटे गीताञ्जलि भगिनी तत्र कोष्टकम् अस्ति खलु, तत्र प्रायश त्रिनवतितमे पुटे साधारणरूपम् अस्ति तत्र विधिलिङ्गकारस्य पठ् धातोः पठेत् पठेतां पठेयुः पठेः पठेतं पठेत पठेयं पठेव पठेम इति साधारणरूपम्. इदानीं तत्र विशेषरूपम् अग्रिमे पुटे अस्ति, तत्र कुर्यात् इति स्वीकृत्य वदतु भगिनि. तत्र कृञ् धातुः कुर्यात् कुर्यातां कुर्युः कुर्याः कुर्यातं कुर्यात् कुर्यां कुर्याव कुर्याम इति. तत्र मनसि प्रायशः एतत् स्थापितुं शक्नुमः, नाम तत्र रूपद्वयम् अस्ति इति. तत्र श्रेणी अस्ति चेत् प्रथमश्रेण्यां किम् अस्ति, तत्र पठेत् पठ् धातोः रूपम्. अपि द्वितीयां श्रेण्यां तत्र कुर्यात् अथवा शक्नुयात् इति. तत्र भेदः कः इत्युक्ते, तत्र पठ् धातोः तादृशरूपं पठ् धातोः रूपं कदा भवति इत्युक्ते, साधारणनियमः तत्र यत्र ति प्राक् तत्र अकारः अस्ति, तत्र पठति, तत्र ति प्राक् तत्र अकारः अस्ति, पठ पठ तदनन्तरं ति इति अस्ति, तत्र पठति इति. तादृशमेव लिखति, नयति, गच्छति, तिष्ठति, पृच्छति, खादति, सर्वत्र तत्र अकारः अस्ति. ति अन्तिमवर्णः अस्ति, ति इति अस्ति अन्ते, तस्मात् पूर्वम् अकारः अस्ति. यदि तत्र अकारः नास्ति, ह्रस्वाकारः नास्ति, तत्र किञ्चित् नूतनरूपं भविष्यति. तत् द्वितीयां श्रेण्यां स्थापितुं शक्नुमः. तत्र गृह्णाति, गृह्णाति अत्र ति प्राक् किमस्ति गीताञ्जलि भगिनी, गृह्णाति इति गृह्णीयात् किन्तु गृह्णाति इति ति अस्ति अन्ते, तस्मात् पूर्वं ह्रस्वाकारः वा दीर्घाकारः वा गृह्णाति लट्लकाररूपे लट्लकाररूपे लट् रूपं तु दीर्घ आ अस्ति दीर्घ अकारः अस्ति, पठति तत्र तु ह्रस्वाकारः अस्ति. अतः तत्र यत्र ह्रस्वाकारः अस्ति तत्र प्रायशः पट् इति तादृशरूपं भवति. यत्र ह्रस्वाकारः नास्ति किन्तु तत्र करोति वा अथवा गृह्णाति वा शक्नोति वा ददाति वा तत्र तु ह्रस्वाकारः नास्ति, अतः तत्र विशेषरूपम् अपेक्षितम् अस्ति तावदेव. तत्र तत्र गृह्णीयात् इति तत्र गृह्णाति, तत्र गृह्णाति इति स्थाने गृह्णीयात् इकारः आगच्छति, शक्नोति इति स्थाने शक्नु उकारः आगच्छति, शक्नुयात् शक्नुयात् करोति इति स्थाने कुर्यात् कुर्यात् इति आगच्छति, ददाति इति स्थाने दद्यात् इति दद्यात् इति. अतः तत्र एतत् तत्र प्रथमां श्रेण्यां तत्र पट् धातोः रूपं, तत्र पठेत्, गच्छेत्, पृच्छेत्, खादेत्, इच्छेत्, वदेत्, पतेत् इति. तत्र तादृश ह्रस्वाकारः ति प्राक् ह्रस्वाकारः अस्ति चेत् तादृशरूपं, नो चेत् विशेषरूपं तत्र यत्र ह्रस्वाकारः नास्ति, तत्र कुर्यात् वा दद्यात् वा तादृशरूपं भवति, शक्नुयात् गृह्णीयात्. इति रूपं भवति. अस्तु, समीचीनम्. इदानीं तत्र गतवर्गे वयं सम्भावनार्थे दृष्टवन्तः, इदानीं विध्यर्थे इति अस्ति. विध्यर्थे इति लकारः पूर्वमपि तादृश समानार्थक लकारः वयं पूर्वं दृष्टवन्तः. तत्र विध्यर्थे इति तादृश समानार्थकलकारः कः इति कोऽपि वदति वा? विध्यर्थे इत्युक्ते तद् लोट् तत् करणीयं, तदेव भवतु इति. अतः लोट् लकारः, तत्र लोट् लकारे वयं जानीमः तत्र प्रार्थनार्थे अथवा आदेशार्थे. अत्र विध्यर्थे इत्युक्ते तद् भवतु, आदेशरूपम् इति. अतः तत्र यदि विधिलिङ्गलकारस्य विध्यर्थे प्रयोजनं कर्तुम् इच्छामः किन्तु विधिलिङ्गलकारं न स्मरामः, तस्मिन् समये लोट् लकारस्य प्रयोगं कर्तुं शक्नुमः, सुलभम् अस्ति इति. अस्तु, तर्हि इदानीं तत्र अतः विध्यर्थे इत्युक्ते आदेशः, एतद् भवतु, एतदेव भवतु इति तादृश आदेशः यत्र भवति तत्र विध्यर्थे इति. अस्तु, अतः इदानीं तत्र सम्भाषणम् एकवारं पठितवन्तः, किन्तु इदानीं पङ्क्तिशः पश्यामः तत्र के के अंशाः अस्ति तत्र इति. अस्तु, तर्हि तत्र लक्ष्मीभगिनी इदानीं प्राप्तं वा, उद्घाटितं वा? आं महोदय. हा, अस्तु अस्तु, तर्हि तत्र किञ्चित् पठित्वा वदति वा किं किम् अस्ति इति. तत्र प्रायशः तत्र तत्र विधिलिङ्गलकारस्य विध्यर्थे तु तत्तु स्थूलक्षरैः लिखितम् अस्ति, किन्तु तत्र किञ्चित् तत्र यदि एकवारं पठित्वा यदि किमपि अस्ति चेत्. एतत् दूरवाणी सम्भाषणम् उच्चैः पठत. वरदा, हरिः, हरिः ओम्. शारदा खलु? शारदा, आम्, वदतु, कः विशेषः? वरदा, सर्वं कुशलं. भवती किमर्थं ह्यस्तनं मेलनं न आगतवती? शारदा, क्षम्यतां, मया अन्यत्र गन्तव्यम् आपतितम्, अतः एव नागतवती. मेलने के के निर्णयाः कृताः? तत्र कृताः इति किमस्ति? प्रत्ययः. हा, किन्तु तत्र अस्मिन् वाक्ये अन्वयः कुत्र अस्ति? कृताः इति कृताः इत्युक्ते निर्णयाः कृताः. हा, निर्णयाः कृताः विशेषणं, निर्णयाः कृताः. के के निर्णयाः कृताः? अपि तत्र आपतितम् इत्युक्ते किमस्ति? आपतितम् इत्युक्ते अर्थः कः? आपतितं, मया अन्यत्र गन्तव्यम् इति. मया अन्यत्र गन्तव्यम्. हा, किन्तु तत्र आपतितम् आसीत्, मुझे कहीं और जाना पड़ा. हा, तत्तु हिन्दीभाषायां समीचीनमस्ति. तदेव अस्ति खलु, अत्र गिर्पडा इति नाम तत्र मम उपरि तादृश भारः, तादृश कर्तव्यं करणीयम् आसीत्. तत्र पूर्वं तस्य तत्र तत् कर्तव्यम् इति सूचना न आसीत्, पूर्वसूचना न आसीत् तत्र. हा, तत्र अतः तत्र अस्माकं वशे नासीत्. वयं किमपि तस्मिन् विषये किमपि अन्यत् किमपि कर्तुं न शक्नुमः, अतः तत्र कर्तव्यमेव आसीत्, अतः तत्र आपतितं. तस्य पूर्वं सूचना, तस्याः सूचना पूर्वं न प्राप्तम् इति. अस्तु, समीचीनम्. अस्तु, गन्तव्यम् अपि तत्र गन्तव्यम् इति तव्यत्. हा, तत्र नपुंसकलिङ्गे अस्ति. आपतितम् इति किम् आपतितम्? गन्तव्यम् आपतितम्. गन्तव्यम् आपतितं विशेषणम्. अतः तत्र गन्तव्यम् आपतितम् अपि तत्र कर्मणि रूपे अस्ति खलु, तत्र गन्तव्यम् अस्ति चेत् मया अन्यत्र गन्तव्यम्। तत्र महोदय आपतितं विशेषणं न? हा सत्यं भगिनि, हा गन्तव्यम् इति पदस्य विशेषणम् आपतितम् इति। तत्र गन्तव्यम् आसीत् किन्तु कीदृश गन्तव्यं, तत्र आपतितं। मम ज्ञानमेव नासीत् तत् करणीयं इति, तत् करणीयम् इति पूर्वं ज्ञानं नासीत्, अतः तत्र आपतितम्। अस्तु अग्रे भगिनि। वरदा, प्रायः सर्वाणि कार्याणि चिन्तितानि, उत्तरदायित्वानि अपि निश्चितानि। पुनः तत्र कार्याणि चिन्तितानि, सर्वाणि कार्याणि चिन्तितानि विशेषणम्, अपि उत्तरदायित्वानि। तत्र उत्तरदायित्वम् इत्युक्ते किम्? यत् करणीयं तत्। हा किन्तु तत्र एषः एतत् करोति, अतः तत्र यदि भवती इदानीं पठति अपि तत्र प्रश्नं पृच्छति चेत् एतत् भवत्याः उत्तरदायित्वम्, भवत्याः उत्तरदायित्वम्, अतः तत्र उत्तरदायित्वं। कस्य कस्य उत्तरदायित्वं कस्मिन् कस्मिन् विषये अस्ति इति, अतः तत्र उत्तरदायित्वानि अपि निश्चितानि। अतः तत्र कः कः किं किं करोति इति, अथवा कस्य कस्य किं किम् उत्तरदायित्वम् अस्ति इति अपि निश्चितम्। अग्रे शारदा भगिनी, कस्य किम् उत्तरदायित्वं दत्तम्? वरदा, सभाकार्यं नलिनी पश्येत्, तस्याः साहाय्यार्थं तिस्रः भवेयुः, अतिथीनां व्यवस्थां पूर्णतया पठित्वा वदतु भगिनि। अतिथीनां व्यवस्थां रेवती निर्वहेत्, गङ्गा तस्याः साहाय्यं कुर्यात्, लतिका शुभा च पानजलं वितरेताम्, कार्यक्रमसञ्चालनं लक्ष्मीः कुर्यात्। इदानीं तत्र सभाकार्यं नलिनी पश्येत् इति अस्ति, तत्र पश्यति इति नास्ति, द्रक्ष्यति इति नास्ति, किन्तु पश्येत् इति अस्ति, विधिलिङ्गलकारः अस्ति। तत्र सा पश्येत् इति सम्भावनार्थी अस्ति वा अत्र? नास्ति नास्ति, सा एव करोति, सा एव तत्कार्यं करोति, अतः तत्र सभाकार्यं यत्किमपि अस्ति नलिनी एव तत्कार्यं सर्वं पश्येत् अथवा कुर्यात्। समीचीनम्, अतः तत्र पश्येत्, पश्येत् इति रूपं तत्र प्रथमपुरुषे किम् अस्ति? पश्येत्, पश्येयुः। समीचीनं भगिनि, हा अग्रे, तस्याः साहाय्यार्थं तिस्रः भवेयुः। हा तत्र तिस्रः जनाः भवेयुः साहाय्यार्थं, कस्याः साहाय्यार्थं? नलिन्याः साहाय्यार्थं तिस्रः जनाः भवेयुः। समीचीनं भगिनि, हा अग्रे, अतिथीनां व्यवस्थां रेवती निर्वहेत्। हा तत्र अतिथीनाम् इति तत्र विभक्तिका, तत्र षष्ठी बहुवचनं, षष्ठी बहुवचनं, हा अतीत प्रथमविभक्तौ किमस्ति? अतिथेः अतिथिः, हा बहुवचने अतिथयः, अतिथयः तावदेव, अस्तु अतिथयः इति, अतिथयः आगच्छन्ति, तेषां व्यवस्थां कः निर्वहेत्? रेवती निर्वहेत्, रेवती निर्वहेत्। तत्र लट्लकारे किम् अस्ति निर्वहेत् इति? निर्वहति, निर्वहति, हा तत्र निर्वहेत् अस्ति चेत् वयं जानीमः तत्र पट् धातोः तादृशमेव अस्ति, नाम तत्र ह्रस्वाकारः अस्ति खलु, लट्लकारे पठति, तत्र गृह्णाति इव नास्ति किन्तु पठति इव अस्ति, अतः तत्र निर्वहति इति। नरेश महोदय नमस्कारः। नमस्कारः महोदय, क्षम्यताम्। तत्र पाठः अस्ति तत्र सप्तनवतितमे पुटे महोदय सप्तनवति अस्तु महोदय अस्तु समीचीनं भगिनि निर्वहेत् तत्र रेवती निर्वहेत् तत्र निर्वहेत् इति प्रथमपुरुषे किं भवति भगिनि निर्वहति न न निर्वहेत् इति प्रथमपुरुष एकवचने अस्ति उत्तमपुरुषे किमस्ति तत् बहुवचनं बहुवचनम् उत्तमपुरुषे निर्वहेयं पठेयं पठेव पठेम निर्वहेयं निर्वहेव निर्वहेम निर्वहेम समीचीनं भगिनि हा अस्तु अग्रे गङ्गा तस्याः साहाय्यं कुर्यात् हा गङ्गा कस्याः साहाय्यं कुर्यात् नलिन्याः साहाय्यं कुर्यात् न न इदानीं तत्र यत्र तस्याः अस्ति चेत् रेवत्याः हा रेवत्याः पूर्ववाक्यस्य तत्र कर्तृपदेन प्रायशः अन्वयः भवति इति रेवत्याः साहाय्यं कुर्यात् समीचीनम् अग्रे लतिका शुभा च पानजलं वितरेत् वितरेताम् वितरेताम् यतोहि द्विवचनं तत्र वितरेताम् इति तत्र लट्लकरूपं किं भवति एकवचने वितरति वितरतः वितरन्ति हा इदानीं वितरेताम् वितरति इत्युक्ते किम् अस्ति किन्तु संस्कृतेन वितरणं करोति अस्तु किन्तु तत्र संस्कृतेन किम् अस्ति हा इति अस्तु पश्यामः तत्र रघुपतिमहोदय इतः भवान् वदति वा महोदय तत्र वितरणम् इति संस्कृतेन उक्त्वा अग्रे वदति वा महोदय वितरणम् इत्युक्ते तत्र दानक्रिया तादृशं भवति खलु रघुपतिमहोदय न श्रूयते हा इदानीं श्रूयते इदानीं श्रूयते हा न जानामि महोदय समानार्थकार तत्र केवलं तत्र किञ्चित् वाक्यरूपेण सरलवाक्येन वदतु तत्र दातव्यं किन्तु तत्र सर्वं एकस्मै एव न दातव्यं एकस्मै एव न दातव्यं सर्वे अनेकाः जनाः सन्ति तदा वितरणं भवति हा तदा एव वितरणं भवति केवलम् एकस्मै दद्मः तत्र वितरणं न भवति ये ये तत्र सन्ति सर्वे किञ्चित् किञ्चित् स्वीकुर्वन्ति तस्मिन्नेव तत्र सर्वेभ्यः यदि दानं भवति तदा वितरणम् इति वदामः तादृश अर्थे अस्ति खलु महोदय आम् महोदय करणम् इति वितरणं विशेषेण डिस्ट्रिब्यूशन् परिवेषणं किञ्चित् भिन्नं परिवेषणं तत्र भोजनावस्थायां तदपि वितरणमेव परन्तु भोजनस्य खाद्यपदार्थानां वितरणं परिवेषणं भवति चिन्तयामि किन्तु तत्र यद् तत्र केवलं तत्र किं पुस्तकानि सन्ति पुस्तकानां वितरणम् अस्ति चेत् तत्र परिवेषणम् इति न वक्तुं शक्नुमः वितरणम् इति एव समीचीनं भवति हा किन्तु अर्थः इदानीं तत्र मनसि स्थापितं तावत् स्थापितः तावदेव अस्तु अग्रे रघुपति महोदय श्रूयते वा श्रूयते अस्तु भगिनी वैयक्तिकगीतं तदेव खलु का गायेत् इति गायति इत्यस्य गायेत् गायेतां गायेयुः गायति इति गायेत् का गायेत् इति अत्र अत्र गायेत् इति का गायेत् इति अत्र प्रश्नार्थकः अस्ति का गायेत् तत्र तत्र तत्र प्रश्नार्थकः तत्र सम्भावनार्थे इति अपि न वक्तुं शक्नुमः तत्र यतोहि तत्र किमपि उत्तरं न दत्तमस्ति आमां सम्भावना नास्ति सम्प्रश्न तत्र यत्र सम्यक् ज्ञानं नास्ति इदानीं प्रश्नः सम्प्रश्नः अतः तत्र कोऽपि गायति वा इति तत्र सम्भावना इति तत्र का तत्र वैयक्तिकगीतम् इति भवति तादृशकार्यक्रमः भवति वा न वा अस्ति चेत् तत्र केन तत्र गीतं किमस्ति गीतं गापनि सारि गेयं किमपि गीतं तत्र कर्मणि प्रयोगे गातव्यम् इति केन गातव्यम् इति वैयक्तिक इत्युक्ते किं महोदय वैयक्तिक इत्युक्ते तत्र समूहरूपेण गानम् इति न भगिनि किन्तु एक एकः अथवा एका एव तत्र गायति तत्र वैयक्तिक तद्धितरूपं पुनः वदतु महोदय व्यक्तिगत वैयक्तिक ओ व्यक्तिगत व्यक्तिः एका व्यक्तिः एव तत्र गायति इति अतः तत्र वैयक्तिकगीतं नाम तत्र एक तत्र जनद्वयं जनद्वयम् अथवा जनत्रयं मिलित्वा गायन्ति गायति इति न प्रतिजनं हा एकः एकः एव अथवा एका एव तत्र गायति अपि तत्र वैयक्तिकगीतं तत्र कर्मपदं गायेत् इति अग्रे महोदय हा महोदय अत्र भगिनी अस्तु गायत्री वैयक्तिकगीतं गायेत् तत्र विधि अस्ति करणीयमिति अत्र वरदा एव तत्र सर्वं यत् वरदा वदति तत् सर्वं विद्यार्थी अस्ति इति मन्ये उत्तरदायित्वं सा इदानीं सर्वेषां कृते वितरणं करोति तत्र किं किं निश्चितम् आसीत् ह्यः इति सा वदति अतः तत्र यद्यत् सा वदति तत्र सर्वत्र तत्र विद्यार्थे एव अस्ति इति तत्र गायेत् विजया स्वागतं विजया स्वागतं विदिता धन्यवादं च व्याहरेताम् इति व्याहरति इति व्याहरेतां व्याहरेतां व्याहरेयुः तत्र ते कुर्वन्ति तत्र धन्यवादः तत्र विदिता करोति अपि स्वागतं विजया तत्र व्याहरेत् इति एकवचने तत्र विजया स्वागतं व्याहरेत् विदित धन्यवादं व्याहरेत् समीचीनं महोदय अग्रे वरदे अहं किं कुर्याम् इति अत्र उत्तमपुरुषे एकवचने करोति इत्यस्य कुर्यात् कुर्यातां कुर्युः कुर्यां कुर्याव कुर्याम इति उत्तमपुरुषे एकवचने अहं किं कुर्याम् किं करणीयम् अत्र तु विद्यार्थि नास्ति किन्तु सम्भावनार्थे अस्ति इति अहं किं करोमि न जानामि अहं किं कुर्याम् अथवा तत्र किं निश्चितम् अस्ति तत्र भवती प्रचारकार्यं कुर्यात् कुर्यात् इति अस्ति तत्र अत्र तु विद्यार्थे सर्वे अपि पत्रं लिखेत् लिखति लिखेत् लिखेतां लिखेयुः अत्र सर्वान् अपि सा प्रचारकार्यं कुर्यात् अतः तया पत्रं लेखनीयमस्ति पत्राणि लेखनीयानि सर्वान् अपि आह्वनीयानि अत्र सर्वान् अपि आह्वयेत् आह्वयतु आह्वयेत् इति पत्रिकाभ्यः वार्तामपि दद्यात् ददाति इत्यस्य दद्यात् इति एकवचने प्रथमपुरुषे दद्यात् दद्याताम् दद्युः वा दद्याताम् दद्यात् दद्यात् दद्यात् दद्युः किमत् आकारान्त अस्ति अतः तत्र प्रथमश्रेणी एत्वं न भवति पठेत् न भवति पठामि दद्यात् यतः कार्यक्रमः भविष्यति इति सर्वेपि जानीयुः किल जानीयुः अत्र जानीयात् इति अत्र द्वितीयश्रेण्यमस्ति जानीयात् जानीयातां जानीयुः इति समीचीनं महोदय जानीयुः किल इति बहुवचने अस्ति बहुवचने अस्ति अन्यत् किं किं कुर्याम् इति अन्यत् किं किं कुर्याम् अस्तु मया किं किं करणीयम् इत्यर्थे अस्ति अन्यत् करणीय किं किं कुर्याम् इति सः पृच्छति अग्रे कार्यक्रम कथम् अस्ति कुर्यां तु उत्तमपुरुषः अस्ति सः पृच्छति मया अहं किं किं कुर्यामिति सः पृच्छति अहं शारदा वदति इदानीं तदा वरदा वदति कार्यक्रमविवरणपत्रं सिद्धं कुर्यात् अत्र उत्तमवृषि प्रथमवृषि एकवचनमस्ति भवती कार्यक्रमविवरणपत्रं सिद्धं कुर्यात् अथवा त्वं कार्यक्रमविवरणं सिद्धं कुर्याः तत्र दोषाः न कुर्याः कुर्यातं कुर्या न स्युः अस्तु स्युत् अस्दातौ स्युः तत्र दोषाः न स्युः इति स्यात् स्यातां स्युः इति स्याः स्यातं स्यात न स्युः इति अत्र अग्रे अस्तु तथैव करिष्यामि इति शारदा वदति भरद अग्रे पठामि वा महोदय पुनः भवती गीतामपि सूचयेत् सूचयति इति अत्र सूचयेत् इति अत्र सूचय इति अदन्तङ्गं प्रथमश्रेण्यमस्ति अत्र सूचयेत् सूचयेतां सूचयेयुः इति अत्र निजन्तरूपमस्ति सूचयति अतः सूचयति अङ्गम् अत यतः प्रार्थना सा गायेत् यतः पुनः भवती गीतमपि सूचयेत् यतः प्रार्थना सा गायेत् सा ह्यः नागता आसीत् अस्तु सा नागता आसीत् अतः भवती तं गीतां सूचयेत् भवती गीतमपि सूचयेत् गीता न आगतवती आसीत् अतः ताम् अपि सूचयेत् सा प्रार्थना कुर्यात् इति गायेत् इति अस्ति गायेत् इति गायति इत्यस्य भवतु अवश्यं सूचयामि इति शारदा वदति अग्रे वरदा वदति भवती समये एव आगच्छेत् आगच्छति अत्र प्रथमश्रेण्यमस्ति आगच्छेत् आगच्छेताम् आगच्छेयुः गच्छेत् गच्छेतां गच्छेयुः इति तत्र आगच्छेत् वयं सर्वाः अत्र सर्वे सर्वे इति अत्र स्त्रीलिङ्गे अस्ति अतः वयं सर्वे स्त्रीमणयः सन्ति अत्र वयं सर्वाः वयं सर्वाः अपि मिलित्वा कार्यक्रमं सम्यक् कुर्याम् इति अत्र उत्तमपुरुषे बहुवचने कुर्याम् तत्र तत्र कुर्याम् इति तत्रापि प्रायशः तत्र सम्भावनार्थे तत्र अथवा तत्र कुर्याम इति तत्र प्रायशः तत्र आशा इति अपि तत्र इच्छा इति तत्र इच्छार्थे भवति अस्माभिः करणीयमेव इति तादृशार्थे समीचीनं शारदा निश्चयेन धन्यवादः निश्चयेन कुर्याम धन्यवादः महोदय अस्तु अग्रे इदानीं तत्र रघुवीरनन्दस्वामी इदानीं तत्र मध्ये मध्ये तत्र भरदा उक्तवती तत्र भगिनी तत्र भवती एतत् करोतु इति किन्तु तत्र भवती इति स्थाने तत्र त्वम् इति यदि स्थापयामः तत्र अन्ते तत्र भवती समये एव आगच्छेत् इति स्थाने त्वं समये एव किं भवति महोदय तत्र आगच्छेयुः न न त्वम् इति अस्ति चेत् तत्र किं भवति आगच्छेत् इति तत्र गच्छेत् गच्छेतां गच्छेयुः पटेः गच्छेः हा आगच्छेः त्वं समये एव आगच्छे आगच्छेः अपि तत्र पुनः तत्र पुनः भवती गीतामपि सूचयेत् तत्र भवती इति स्थाने त्वम् इति स्थापयामश्चेत् किं भवति पुनः त्वं गीतामपि सूचयेः हा सूचयति सूचयेत् सूचयेः समीचीनं महोदय हा अपि तत्र कार्यक्रमविवरणपत्रं सिद्धं कुर्यात् त्वं कार्यक्रमविवरणपत्रं सिद्धं कुर्यात् कुर्येः कुर्याः इति कुर्याः इति तत्र पठति एव नास्ति खलु तत्र करोति इति लट्लकारे करोति अतः तत्र ति प्राक् ह्रस्वकारः नास्ति अतः तत्र साधारणरूपं न भवति तत्र साधारणरूपं नाम पठेत् पठेः इति तादृशं न भवति एकारः न भवति किन्तु तत्र तत्र कुर्यात् इति अस्ति अतः तत्र कुर्याः इति भवति महोदय अतः तत्र लट्लकरूपं द्रष्टव्यं प्रथमपुरुषे एकवचनं पूर्वम् अकारः अस्ति चेत् एत्वं भवति हा एत्वं भवति नो चेत् तत्र विशेषरूपं तत्र ददाति इत्यस्मिन् आकारः अस्ति अतः न अतः एत्वं न भवति करोति इत्यस्मिन् तत्रापि अकारः नास्ति ति पूर्वम् ओ अस्ति अतः न भवति एत्वं अतः तत्र सत्यं महोदय लट्लकार प्रथमपुरुष यदि मनसि भवति चेत् सुलभं भवति सुलभं भवति केवलं तत्र ह्रस्वकारः अस्ति चेत् साधारणरूपं पठेत् तत्र पठति पठेत् खादति खादेत् इच्छति इच्छेत् वदति वदेत् किन्तु तत्र करोति शक्नोति ददाति तत्र गृह्णाति तत्र किञ्चित् भेदः अस्ति तावदेव अस्तु अतः तत्र रघुवीरनाथस्वामी तत्र कार्यक्रमविवरणपत्रं सिद्धं त्वं त्वं कुर्याः इति अस्तु तदनन्तरं तत्र दद्यात् इति अस्ति तत्र पत्रिकाभ्यः वार्तामपि दद्यात् तत्र पत्रिकाभ्यः वार्ताम् अपि दद्याः तत्र कुर्युः दद्याः शक्नुयाः गृणीयाः इति तदनन्तरं तत्र साधारणरूपमस्ति तत्र पटेः इति अतः तत्र तत्र प्रायशः महोदय तत्र अग्रे ये अभ्यासः सन्ति तेषु प्रायशः मध्यमपुरुषस्य विशेषतया अभ्यासः नास्ति इति कृत्वा किञ्चित् सर्वे अपि शृण्वन्ति इति अतः एव अहं भवन्तं पृच्छामि तावदेव मध्यमपुरुषस्य रूपस्य श्रवणं न भवति इति तावदेव तदपि द्विवचनमपि सत्यं द्विवचनमपि सत्यम् अस्तु तत्र पुनः तत्र गायत्री अस्ति तत्र पश्येत् इति सा तावदेव महोदय अस्तु अत्र अधोभागे अवधेयम् अस्ति तदपि पठति वा महोदय विधिलिङ्लकारस्य सम्भावना इव विधिः आज्ञाम् इत्यर्थे अपि प्रयोगः भवति यथा भवान् श्वः समये प्राप्नुयात् छात्रः अध्यापकान् न उपहसेत् भवती अद्य एव दूरवाणीं कुर्यात् सर्वेपि गृहपाठान् अवश्यं लिखेयुः सेवकाः कार्यं कुर्युः वयं कार्यक्रमं सम्यक् कुर्याम् अतः तत्र विध्यर्थे नाम आज्ञार्थे इति अतः अर्थः तत्र प्रायशः लोट् लकारस्य समानार्थकलकारः अस्ति एषः अपि विधिलिङ्गलकारः विध्यर्थे अतः उपहसन्तु को न तत्र भवति न करोतु आकाङ्क्षा यथा अस्ति तथैव आज्ञा अस्ति चेत् श्वः अस्ति इति कृत्वा तत् सम्भावनार्थे इति वक्तुं न शक्यते सत्यं तत्र सन्दर्भानुसारं तत्र सम्भावना अस्ति वा अथवा विध्यर्थे वा इति ज्ञातव्यमस्ति सत्यं महोदय अस्तु समीचीनम् अस्तु अग्रे गच्छामः तत्र अग्रे तत्र नरेश महोदय इदानीं तत्र अग्रिमे पुटे तत्र वितिरिङ्गकारस्य क्रियपदम् एवं चित्वा तत्र तत्र वितिरिङ्गकारः कुत्र कुत्र अस्ति तत्र किञ्चित् दृष्ट्वा वदति भवती चलति लकारः कः चलति प्रथमाभ्यासः अत्र मञ्जूषायां क्रियापदानि लिखितानि सन्ति ततः विधिलङ्लकारस्य क्रियापदानि एव चित्वा रिक्तस्थानेषु लिखत चलति चलति चलेत् चलेत् तत्र प्रायशः चलेत् एव समीचीनं महोदय अस्तु तत्र अचलत् अपि तदपि किन्तु अत्र अचलत् तदपि तत्र चलेत् एव अचलेत् न महोदय तत्र अचलेत् इति न भवति तत्र चलति चलेत् अचलेत् इति न भवति यतोहि तत्र अचलत् इति किम् अस्ति तत् लङ्लकारे अस्ति अतः तत्र लङ्लकारं स्वीकृत्य पुनः तत्र विधिलिङ्गकारः न कर्तुं शक्नुमः केवलं लट्लकारं दृष्ट्वा तत्र अतः तत्र चलति वा अचलत् वा विधिलिङ्गकारः केवलं चलेत् एव अपि अत्र अस्माकं कार्यमस्ति केवलं यत्र यत्र विधिलिङ्गकारः अस्ति इति तत्र अभिज्ञानम् आवश्यकं तावदेव तत् विधिलिङ्गकारः न वा इति वक्तव्यं तावदेव महोदय अतः तत्र विधिलिङ्गकारस्य रूपं किम् इति न वक्तव्यं केवलम् एतद् विधिलिङ्गकारः न वा इति वक्तव्यम् आं पठेताम् तत्तु विधिलिङ्गकारः अस्ति पठेताम् पठेम अपि विधिलिङ्गकारः उत्तमपुरुषः उत्तमपुरुष बहुवचन बहुवचनम् अस्ति अस्तु समीचीनम् इदानीं तत्र नंस्यति नंस्यति तत्तु लृट् लकारः अस्ति विधिलिङ्गकारः नमेत् तत्र नंस्यति सत्यं महोदय इदानीं किन्तु विधिलिङ्गकारः मास्तु केवलं लकारः कः इति वदतु तावदेव अतः तत्र नंस्यति तत्र तत्तु विधिलिङ्ग् नास्ति लृट् लकारः अस्ति अस्तु अशक्नोत् तत्तु लङ्लकारः अस्ति विधिलिङ्ग् नास्ति शक्नुयात् विधिलिङ्ग् अस्ति शक्नुयात् विधिलिङ्गकारः अस्ति तत्र पुरुषः कः वचनं किं प्रथमपुरुष एकवचनं शक्नुयात् समीचीनम् इदानीं कुर्वन्तु इति कुर्वन्तु तत्तु लोट् लकारः अस्ति प्रथमपुरुष बहुवचनं नास्ति अस्तु समीचीनम् अग्रे गीताञ्जलि भगिनी इदानीं तत्र द्वितीय पङ्क्तिः कुर्युः इति विधिलिङ्गकारः अस्ति न वा इति अस्तु महोदय क्षम्यतां कुत्र अस्ति वयं क्षम्यताम् अग्रिमे पुटे भगिनि तत्र प्रथम अभ्यासः द्वितीयपङ्क्तिः अस्तु रमेशः श्वः जन्तुशालां गमिष्यति न द्वितीय अभ्यासः नास्ति प्रथम अभ्यासे एव तत्र केवलं तत्र कोष्टकं तत्र मञ्जूषा अस्ति, मञ्जूषायां कुर्युः इति आरभ्य तत्र लकारः लकारः तत्र विधिलिङ्गकारः न वा इति वक्तव्यमस्ति. अस्तु क्षम्यतां महोदय, एकनिमिषे एव अहं पाकशालायां. अस्तु अस्तु अस्तु अस्तु भगिनि, अस्तु. अतः तत्र भवती अग्रे वदतु. करोमि करोमि महोदय, करोमि एव. क्षम्यतां, किञ्चित् चिन्ता मास्तु. कुर्युः तु अस्ति एव, कुर्युः विधिलिङ्गकारः. तत्र पुरुषः कः, वचनं किं? बहुवचनं. समीचीनं. हा, अग्रे तत्र शक्नुयाताम् इति, यातां शक्नुयाताम् अपि अस्ति मन्ये, किन्तु प्रथमपुरुषः ओ द्वितीय द्विवचनं द्विवचनं हा द्विवचनं हा गृणीयुः अपि प्रथम पुरुष बहुवचनं. हा समीचीनं. क्रीणाति, क्रीणाति तु लट्. हा क्रीणीयात्, क्रीणीयात् अपि विधि प्रथमपुरुष एकवचनं. हा गृणीयात् क्रीणीयात्, समीचीनं भगिनि. पठानि तु, पठानि तु लोट् अस्ति, लोट् अस्ति. हा समीचीनं. प्रत्ययं, पृच्छेयं, पृच्छेयं तु पठेयं तु अस्ति महोदय. हा पठेयम् इव अस्ति, अतः पृच्छेयं. समीचीनं, विधिलिङ्गकारः अस्ति, उत्तमपुरुष एकवचनं. समीचीनं. हा प्राप्नुयात्, प्राप्नुयात् अपि विधि अस्ति, प्रथम पुरुष एकवचनरूपं. हा शक्नुयात् प्राप्नुयात्, समीचीनं. हा इत्युक्ते महोदय भवान् उक्तवान् उ अस्ति इत्युक्ते अ नास्ति तत्र, यात् तस्य पूर्वं वर्णः, तेन वयं जानीमः यात् अपि विधिः एव अस्ति. हा सत्यं सत्यं सत्यं भगिनि. हा समीचीनं, धन्यवादः. अस्तु धन्यवादः भगिनि. अस्तु अग्रे लक्ष्मी भगिनि, इदानीं तत्र अन्तिमपङ्क्तिः तत्र. लक्ष्मी भगिनि, अस्तु. अतः तत्र नरेश् महोदय, भवान् एव श्रूयते वा महोदय? गणयेः मध्यमपुरुषे एकवचनरूपं विधिलिङ्ग्. हा समीचीनं भगिनि. हा तत्र क्रीडेम लट् लकारे किम् अस्ति, गणयेः इति, गणयति. हा गणयेः गणयति, समीचीनं. हा गणयसि, गणयसि, धन्यवादः महोदय. सत्यं, मध्यमपुरुषः अस्ति, समीचीनं. क्रीडेम उत्तमपुरुष बहुवचनरूपं. हा क्रीडेम. चलेतां, चलेत् चलेतां, द्विवचनं. हा द्विवचनं, समीचीनं. हा दद्यात्, दद्यात्, दद्यात् प्रथमपुरुष एकवचनरूपं विधिलिङ्गकरूपं. हा समीचीनं. शृणोति, शृणोति लट्लकाररूपं, लट्लकाररूपं, समीचीनं. शृणुयात्, शृणुयात्, शृणुयात् द्विवचनं. हा द्विवचनं, प्रथमपुरुष द्विवचनं. शृणुयात् न प्रथमपुरुष एकवचनं, एकवचनं. शक्नुयात्, शृणुयातां, शृणुयुः. हा शृणुयुः. हा कुर्वः, कुर्वः नास्ति, विधिलिङ्ग् नास्ति. आवां कुर्वः लट्लकारः, लट्लकारः. कुर्या वा लट् विधिलिङ्ग्, विधिलिङ्ग् अस्ति. हा कुर्या वा, आवां कुर्या वा, द्विवचनं. शक्नुयां, कुर्यां, कुर्या वा, शक्नुयां, शक्नुयां, शक्नुयां, शक्नुयात् उत्तमपुरुष एकवचनं. हा उत्तमपुरुष एकवचनं, शक्नुयाम्, अहं शक्नुयां, समीचीनं, अहं शक्नुयां, समीचीनं भगिनि. अस्तु धन्यवादः. अस्तु अग्रे तत्र रघुवीरनन्दस्वामी अग्रे पठति वा तत्र अग्रिम अभ्यासः? रमेशः श्वः जन्तुशालां गमिष्यति. अद्य सः कीदृशीं कल्पनां करोति इति कोष्टकसहायेन वाक्यानि लिखत. मयूरः रुद्यति. मयूरः रुद्येत्. वानराः विहरन्ति. वानराः विहरेयुः. विहरेयुः पठेयुः विहरेयुः. समीचीनं महोदय. विहरेयुः विहरति. सिंहाः गर्जन्ति. सिंहाः गर्जेयुः. समीचीनम्. अग्रे पिकः कूजति. पिकः कूजेत्. कूजेत्. अश्वः धावति. अश्वः धावेत्. गजौ क्रीडतः. गजौ क्रीडताम्. तत्र एकारः भवति खलु महोदय. पठेत् पठेताम् क्रीडेताम्. लोट्लकारे तत्र क्रीडताम् किन्तु अत्र विधिलिङ्ग् क्रीडेताम् इति. समीचीनम्. अग्रे शुकाः वदन्ति. शुकाः वदेयुः. राजहंसः तरति. राजहंसः तरेत्. शशाः धावन्ति. शशाः धावेयुः. बकौ गृह्णीतः. तत्र अकारः नास्ति. बकौ तदपि द्विवचनमस्ति महोदय. बकौ इति तत्र किम् अस्ति? गृह्णी गृह्णीयुः. समीचीनं महोदय. अतः तत्र अत्र बकौ गृह्णीयातां. गृह्णीयातां. समीचीनं. महोदय अहं न निश्चितवन्तः ह्रस्व एकार अपि आकार किम् अस्ति. वदामि महोदय. तत्र केवलं तत्र पट् धातोः रूपम् अस्ति खलु महोदय. तत्र त्रिनवतितमे पुटे प्रथमाश्रेणी इति स्वीकुर्मः. तत्र प्रथमाश्रेण्यां धातुः कदा भवति इत्युक्ते तत्र विधिलिङ्गकारः प्रथमां श्रेण्यां कदा भवति इत्युक्ते तत्र यदि पठति इति अस्ति. पठति इति अन्ते ति इति अस्ति. ति प्राक् तत्र पठति इति. अतः तत्र ह्रस्वाकारः अस्ति खलु. तत्र पठ तत्र ह्रस्वाकारः. तदनन्तरं ति अस्ति खलु. किन्तु तत्र करोति इति तत्र किम् अस्ति? ति प्राक् ओकारः. गृह्णाति तत्र ह्रस्वाकारः नास्ति. दीर्घाकारः अस्ति. अतः तत्र यत्र ह्रस्वाकारः अस्ति तत्र एतत् साधारणरूपं स्वीकर्तुं शक्नुमः. अतः एव तत्र नयति, गच्छति, तिष्ठति, पृच्छति, खादति, पश्यति, इच्छति, वदति अपि यत् अत्र सर्वम् अस्ति. गर्जति, विहरति, धावति, क्रीडति, तरति, वदति, कूजति, नृत्यति, तत् सर्वं पठेत् एव तादृशम् अस्ति. यत्र शक्नोति, गृह्णाति तत्र ति प्राक् ह्रस्वकारः नास्ति. तत्र विशेषरूपम् अपेक्षितं तावदेव महोदय. ह्रस्व अकारः यत्र नास्ति तत्र विशेषरूपम् अपेक्षितम्. ति प्राक् तत्र पट पट तदनन्तरं ति. अत्र ट युगः ह्रस्वकारः. अतः तत्र ह्रस्वकारः अस्ति चेत् पठेत् इति तादृशरूपं भवति. नो चेत् विशेषरूपम्. अन्यत् विशेषः अस्ति. हा सत्यं. आक्चुलि महोदय तत्र सामान्य सूत्रमस्ति या इति आदेशः भवति सर्वत्र या इति अदन्तभङ्गमश्चेत् इति आदेशः भवति मध्ये अतः या तानि इ इति भवति अतः अनन्तरम् आ इति अस्ति खलु पूर्वं गुणः भवति तत्र अतः पठेत् पठेत् इति विशेषम् इति अकारसङ्गस्य एव विशेषमस्ति परन्तु अकारान्तधातूनां सङ्ख्या अधिका अस्ति भुवादिगणीयधातु अतः भुवादिगणीयसेवेण्टिपर्सेण्ट् अतः तदेव रूपं पश्यामः तत् केवलं तत्र सूत्रस्य अवगमनं नास्ति चेत् तत्र आमायं किमपि भवेत् खलु आमामाम् आमाम् अधिकानि सन्ति अतः तत्र सर्वत्र एतेति शृणुमः परन्तु तत् विशेषमस्ति विशेषसूत्रमस्ति परन्तु तेषां प्रयोगः अधिकः अस्ति तदेव साधारणरूपम् इति स्वीकर्तुं शक्नुमः स्वीकर्तुं शक्नुमः सत्यम् अस्तु रघुवीरान्तमहोदय अग्रे तत्र तत्र बकौ गृणी आं महोदय गृह्णीतः गृह्णीयाताम् उष्ट्रः चर्वति चर्वति उष्ट्रः चर्वेत् चर्वति इति जानाति खलु महोदय आम् इति चर्वितचर्वणम् व्याघ्रः गर्जति व्याघ्रः गर्जेत् व्याघ्रः गर्जेत् कच्छपः चलति कच्छपः चलेत् चलेत् अजगराः एतत् सर्वे पशुः महोदय यतोहि तत्र जन्तुशालां गच्छति खलु महोदय अहं चिन्तयामि अतः एव तत्र नूतनकर्तृपद कर्तृपदानि अपि नूतनानि तत्र क्रियापदानि अपि नूतनानि खलु साधारणतया एतद् वयं न तस्य प्रयोगं न भवति किन्तु अत्र अस्ति महोदय इदानीं कोरोना काले मनुष्याः एव गृहे अन्त्य सन्ति अपि च मृगाः बहिः सन्ति ते आगत्य पश्येयुः सत्यं महोदय मनुष्याः निर्भीत्य सत्यं महोदय तत्र वयमेव तत्र जन्तुशाला इव वयं अन्ते एव गृहे आमां गृहे एव सन्ति कच्छपः चलति कच्छपः चलेत् अजगराः गिलन्ति अजगराः गिलन्ति अजगराः गिलेयुः महोदय गिलन्ति इति गिलन्ति तत्र अजगराः तत्र सर्पः ट्वेलो ओ ओ सत्यं सत्यम् अजगर अस्ति खलु पैथान् अजगराः गिलन्ति गिलेयुः गिलेयुः समीचीनं मीनाः तरन्ति मीनाः तरेयुः मीनाः तरेयुः इति समीचीनं महोदय अस्तु तत्र जन्तुशालायां तत्र किं किं भवितुम् अर्हति इति तत्र किं किं भवेत् इति वयं दृष्टवन्तः समीचीनं महोदय तत्र अनेकाः अनेकानां जन्तूनामपि नामानि श्रुतवन्तः क्रियापदानि अपि क्रियापदानि अपि सत्यं मिलन्ति सर्वति चर्वति इति सत्यम् अस्तु धन्यवादः महोदय अस्तु अग्रे रघुपति महोदय इदानीं तत्र अग्रिम अभ्यासम् आरम्भं करोति आम् लट् रूपाणां स्थाने श्रूयते वा श्रूयते महोदय लट् रूपाणां स्थाने विधिलिङ्ग् रूपाणि योजयित्वा वाक्यानि रचयत यथा छात्रः गृहपाठं लिखति छात्रः गृहपाठं लिखेत् भवती काव्यं पठति भवती काव्यं पठेत् अथवा भवती त्वं काव्यं पठेः बालः क्षीरं पिबति बालः क्षीरं पिबेत् कथमस्ति भवती त्वम् इति उक्तवान् तत्र रूपद्वयम् उक्तवान् महोदय, तत्र त्वमपि केवलम् अभ्यासार्थं तावत् भवति इति मध्यमपुरुषार्थे अस्ति खलु, अतः अतः उक्तवान्. बालः क्षीरं पिबति, बालः क्षीरं पिबेत्, सः नगरं गच्छति, सः नगरं गच्छेत्, ते नाटकं पश्यन्ति, ते नाटकं पश्येयुः, पश्यति इति अकारान्त पश्येयुः, एताः नृत्यं कुर्वन्ति, करोति इति अतः अकारान्त नास्ति, अतः एताः सारि एताः एताः नृत्यं कुर्युः इति तत्र तत्र किमपि कुर्युः तद् तत्र किमपि भिन्नता नास्ति, तत्र कुर्युः पठेयुः कुर्युः सत्यं महोदय पठेयुः अस्तु अस्तु कुर्युः इति एतो न तत्रापि अस्तु अस्तु. वयं ज्ञानं सम्पादयामः, वयं ज्ञानं सम्पादयेम इति तत्र सम्पादयामः यति सम्पादयेयं सम्पादयेव सम्पादयेम इति एकारः आगच्छति. समीचीनं महोदय. अग्रे जनाः उद्याने विहरन्ति, बहुवचन अस्ति, जनाः उद्याने विहरेयुः, विहरति इति अत्र अकारान्तः अस्ति. बालिका कलहं न कुर्वन्ति, अत्र द्वितीयश्रेण्यां बालिकाः कलहं न कुर्युः. पुनः समीचीनम्. अग्रे भवन्तः सर्वे सर्वं जानन्ति, भवन्तः सर्वम् अत्र द्वितीय अस्ति, अत्र जानीयात् जानीयातां जानीयुः इति अतः तत्र जानीयुः तत्र दीर्घ द्वितीयमस्ति शयनमस्ति. छात्राः वृष्टौ क्रीडन्ति, छात्राः वृष्टौ अत्र क्रीडति अतः क्रीडेयुः इति क्रीडेयुः. समीचीनं महोदय, समीचीनं. छात्राः वृष्टौ क्रीडेयुः. समीचीनं महोदय, धन्यवादः. धन्यवादः. अग्रे तत्र नरेश महोदय अग्रे वदति वा. आं महोदय, अहं देवं नमामि. अहं देवं नमेयं नमेयं पठे तत्र पठति पठेयं पठेयं नमेयं नमेयं सर्वे कर्मनिरताः भवन्ति, सर्वे कर्मनिरताः भवेयुः. भवेयुः. समीचीनं. त्वं पुस्तकं क्रीणासि, त्वं पुस्तकं क्रीणेये क्रीणेहे न न तत्र एकारः नास्ति, यतोहि तत्र क्रीणाति इति अस्ति खलु लट्लकारे प्रथमपुरुषे एकवचने क्रीणाति, अतः ह्रस्वाकारः नास्ति. तत्र गृह्णीयाति वा अस्ति, अतः तत्र किन्तु अत्र सः गृह्णीयात् किन्तु त्वम् अस्ति, अतः त्वं क्रीणीहे न न न गृणीयात् इति तत्र चतुर्नवतितमे पुटे पश्यतु, तत्र गृणीयात् गृणीयातां गृणीयुः इति अस्ति. उपरि प्रथम प्रथमकोष्टकमेव तत्र गृह्णीयः अत्र क्रीणीयाः क्रीणीयाः इति अस्ति. अग्रिमे वर्गे वयं किं कुर्मः, अग्रिमे वर्गे तत्र अहं धातुं ददामि, किन्तु तस्मिन् समये तत्र पुस्तकं किं पिहितं भवेत् अथवा अथवा नेत्रं तत्र निमिलितं भवेत् तदा वक्तव्यमस्ति. किन्तु अद्य दृष्ट्वा वदतु, किन्तु अग्रिमे वर्गे विना दर्शनं वक्तव्यम् अस्तु. अद्य अभ्यासं कुर्मः. सत्यं. वयम् अप्रियं न वदामः, वयम् अप्रियं न वदेयं वदेयम तत्र वदेयं पठेयं पठाव पठेव पठेम इति भवति महोदय खलु तत्र पठेव पठेम अतः तत्र वयम् अप्रियं न वदेम वदेम विसर्गः गच्छति आ दीर्घाकारस्थाने एकारः भवति अहं गुरोः वाक्यं स्मरामि अहं गुरोः वाक्यं स्मरति स्मरति अतः स्मरेयं समीचीनं महोदय स्मरेयं स्मरेयं के कार्याणि कुर्वन्ति के कार्याणि कुर्युः हा कुर्युः के कार्याणि कुर्युः समीचीनं हा मातरः पुत्रान् लालयन्ति मातरः पुत्रान् लालयेयुः लालयेयुः हा लालयेयुः समीचीनं महोदय वयं सज्जनैः सह वसामः वयं सज्जनैः सह वसेम हा वसेम वसति पठति पठेम वसति वसेम समीचीनं अग्रे त्वं सङ्गीतं शृणोषि त्वं शृणोषि तत्र शृणोति इति अस्ति पठति इति नास्ति इव नास्ति अतः अतः करोति शृणोति शक्नोति तत्र शक्नोति इव तत्र शृणुयाः शृणुयाः शृणुयाः त्वं सङ्गीतं शृणुयाः शृणुयाः गुरुः शिष्यान् उपदिशति गुरुः शिष्यान् उपदिशेत् उपदिशेत् इति समीचीनं महोदय हा तत्र गुरुः शिष्यान् उपदिशति तत्र दीप्राक् ह्रस्वकारः तत्र उपदिशेत् इति चिन्तितुं शक्नुमः समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनि महोदय यूयं समाजसेवां कुरुः मध्यमपुरुष बहुवचन यूयं समाजसेवां कुर्यात् कुर्यात् समीचीनं भगिनि हा कुर्यात् वैद्यः रोगिणं पश्यति वैद्यः रोगिणं पश्येत् हा पश्येत् ह्रस्वकारः अस्ति अतः ह्रस्वकारः अस्ति अतः तत्र पश्येत् समीचीनं हा अग्रे युवत्यः लेखनी क्रीणन्ति लेखनीः क्रीणन्ति लेखनीः क्षम्यतां लेखनीः क्रीणन्ति युवत्यः लेखनीः क्रीणीयुः हा गृह्णीयुः क्रीणीयुः समीचीनं भवान् गीतं लिखति भवान् गीतं लिखे त्वं गीतं लिखेः लिखेः पठेः पठेः लिखेः लिखेः समीचीनं भगिनि हा त्वं गीतं लिखेः हा ताः श्लोकान् वदन्ति ताः श्लोकान् वदेयुः हा ताः श्लोकान् वदेयुः समीचीनं भगिनि अस्तु अग्रे तत्र हा तत्र किमस्ति तत्र अस्तु तत्र भगवद्गीतायाः श्लोकं दृष्ट्वा एव तत्र एतत् कर्तुं शक्नुमः अस्तु तत्र यदि पुस्तकमस्ति चेत् समीचीनं नो चेत् तत्र अस्तु प्रथमतया एतत् अधोभागे श्लोकाः ये सन्ति तान् परिशीलयामः तदनन्तरम् उपरितन अभ्यासं कुर्मः अतः तत्र प्रथमश्लोकं पठति वा भगिनि तत्र अधोभागे शनैः शनैरुपरमेत् बुद्ध्या धृति धृति गृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्. तत्र चिन्तयेत् तु क्रियापदमस्ति. चिन्तयेत् तत्र विधिलिङ्गलकारः अस्ति वा? विधि प्रथमपुरुष एकवचनं. चिन्तयति चिन्तयेत् मनः मनः चिन्तयेत् वा? मनः प्रायशः न, किन्तु पश्यामः. तत्र तत्र चिन्तयेत् इति एकम् अस्ति, तत्र विधिलिङ्गलकारक्रियापदम्. अन्यत् क्रियापदम् अस्ति वा अस्मिन् श्लोके? प्रथमभागे उपरमेत्. हा, उपरमेत् तदपि विधिलिङ्गलकार. हा, उपरमेत् तत्र शनैः शनैः उपरमेत् बुद्ध्या गृहीतया तु तृतीया. हा, धृतिगृहीतया उपरमेत् अपि तृतीया. हा, तत्र अतः तत्र किम् अस्ति? उपरमेत् बुद्ध्या धृतिगृहीतया उपरमेत् शनैः शनैः. बुद्ध्याः तत्र धैर्यम् इति, तत्र धृतिगृहीतया तत्र बुद्धिः. हा, तत्र धृतिगृहीता बुद्धिः. अतः तत्र तया बुद्ध्या तत्र बुद्धिः कीदृशी? तत्र धृतिगृहीता बुद्धिः. तत्र धृतिगृहीतया बुद्ध्या. सत्यं भगिनि. हा, शनैः शनैः क्रियाविशेषणं. हा, विशेषणं किन्तु तत्र अव्ययम् अस्ति. हा, किन्तु क्रियाविशेषणं. क्रियाविशेषणम् एतदपि क्रियाविशेषणमेव तत्र, अथवा माध्यमम् इति तत् अपि वक्तुं शक्नुमः. तत्र बुद्ध्या धृतिगृहीतया उपरमेत् इति. अस्तु, उपरमे आत्मसंस्थं मनः कृत्वा, कृत्वा तुत्वान्त न किञ्चित् अपि अपि अव्ययं चिन्तयेत्. अस्तु, तत्र किञ्चित् अपि न चिन्तयेत्. किं कृत्वा? किं कृत्वा? किं कृत्वा? आत्मसंस्थं. हा, तत्र मनः आत्मसंस्थम् इति कृत्वा, आत्मसंस्थं मनः आत्मसंस्थं कृत्वा इत्युक्ते आत्मनि संस्थाप्य इति. मनं संस्थाप्य, आत्मनि संस्थाप्य किञ्चिदपि न चिन्तयेत्. इत्युक्ते मनः एव कर्तृपदं न, कृत्वा इति अस्ति. तत्र मनं कृत्वा, आत्मसंस्थं कृत्वा. अतः आत्मसंस्थम् इति विभक्ति का तत्र? कर्मपदम्. हा, अतः तत्र मनः अपि, तत्र मनः इति पदस्य विशेषणम् अस्ति खलु तत्र आत्मसंस्थम् इति. अतः मनः अपि, पुनः तत्र मनस्सकान्तनपुंसकलिङ्गपदं तदपि कर्मपदम् अत्र. हा, अतः तत्र कर्तृपदं न दत्तं. प्रायशः तत्र यदि भगवतः वाक्यम् अस्ति चेत् तत्र प्रायशः अर्जुनः इति, अथवा यः कोऽपि सः करोति तत्र योगी वा इति. तत्र हा, रघुवीरानन्दस्वामी स्मरति वा तत्र, अत्र कर्तृपदं किं भवति तत्र? योगी इति वा अथवा कः? महोदय, पूर्वस्मिन् श्लोके एकनिमिषं महोदय. कोऽपि महोदय अत्र कोऽपि अस्ति चेत्? प्रायशः तदेव तदेव अस्ति. यः कोऽपि तत्र योगी, योगी इति यः कोऽपि योगी अस्ति चेत्. हा, तत्र अतः योगी इति कर्तृपदम् इति मन्ये. सः एतत् सर्वं करोति इति. तत्र योगी एव समीचीनं भवति महोदय. योगी एव, अस्तु, धन्यवादः. किमर्थं चेत् बहु बहवः विधिः उक्ताः उक्तानि सन्ति तत्र. नवदशतमश्लोके अस्तु अस्तु, योगिनो यतचित्तस्य युञ्जते योगमात्मनः, तदनन्तरं कथं करणीयमिति नियमा सर्वं विधिः. अस्तु, अतः योगी इति कर्तृपदम् इति स्वीकर्तुं शक्नुमः. अस्तु, समीचीनं महोदय. अतः तत्र शनैः तत्र उपरमेत् इति विधिलिङ्गकारः, अपि चिन्तयेत् इति अपि द्वितीय विधिलिङ्गकारः. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे लक्ष्मी भगिनी, द्वितीयश्लोकः. यतो यतो निश्चरदि मनश्चञ्चलमस्थिरं ततस्ततो नियम्येतदात्मनैव वशं नयेत्. यतः तत्र विधिलिङ्गकारः कुत्र अस्ति इति तत्र प्रथमतया वदति वा? नयेत्. हा, नयेत्, तत्र नयति, नयेत्, नयेत्, समीचीनं भगिनि. अतः तत्र नयेत् इति विधिलिङ्गकारः अस्ति. अपि तत्र यतः यतः निश्चरति, किं निश्चरति? मनः, मनः अस्थिरम्, अस्थिरं मनं. तत्र अपि चञ्चलम् मनः. मनः तु नपुंसकलिङ्गपदम् अस्ति, विशेष्यम् अस्ति, तदेव तत्र कर्तृपदम् अस्ति खलु. तत्र यत्र यत्र तत्र इतस्ततः गच्छति इति निश्चरति इत्युक्ते तत्र निश्चरति, ततः नियम्य आत्मनि एव वशं नयेति इति भवति. हा, आत्मन् एव, आत्मनि एव, तत्र आत्मन् आत्मन्येव, आत्मनि एव, आत्मनि एव वशम्, आत्मनि एव वशं नयेत्. आत्मनि एव वशं नयेत्, सप्तमी. हा, समीचीनं भगिनि, आत्मनि इति आत्मनि एव वशं नयेत्. हा, अपि तत्र ततः ततः, तत्र यतः यतः गच्छति, ततः ततः नियम्य, नियम्य तत्र जपन्तम् नियम्य आत्मनि एव एतत् आत्मनि एव वशं नयेत्. समीचीनं भगिनि. हा, अतः तत्र केवलं तत्र नयेत् इति विधिलिङ्गकारः अस्ति. समीचीनं भगिनि. अस्तु, अन्तिमं तत्र रघुवीरानन्दमहोदय तत्र अन्तिमं श्लोकं करोति वा? न बुद्धि न बुद्धिभेदं जनयेत् अज्ञानं कर्मसङ्गिणां, पोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्. महोदय, तत्र जनयेत् जनयेत् इति अस्ति प्रथमपादे. हा, एकम्, अपि तृतीयपादे जोषयेत् अस्ति. समीचीनं महोदय. हा, तत्र जोषेत्. इदानीं तत्र किञ्चित् अन्वयवाक्यं तत्र किं भवति? तत्र समाचरन् विद्वान् युक्तः, विद्वान् युक्तः समाचरन् जनयेत् अपि च जोषयेत् इति भवति. जनयेत् इति एकं विधिलिङ्गकरः. कः जनयेत्? विद्वान्, विद्वान् युक्तः विद्वान् जनयेत्. कर्मसङ्गिनाम् अज्ञानं बुद्धिभेदं जनयेत् इति भवति. न जनयेत्, क्षम्यतां, न जनयेत् सत्यम्. अग्रे जोषयेत्, किं जोषयेत्? सर्वकर्माणि जोषयेत्. कथं समाचरन् तत्र समाचरन् सर्वकर्माणि जोषयेत्. अतः तत्र विद्वान् युक्तः, तत्र रघुवीरानन्दमहोदय भवानेव वदतु, तत्र तत्र प्रथमवाक्ये किम् अस्ति? तत्र विद्वान् युक्तः, युक्तः विद्वान् बुद्धिभेदं न जनयेत्. हा बुद्धिभेदं न जनयेत् कर्मसङ्गिनाम् अज्ञानं बुद्धिभेदं न जनयेत् हा कर्मसङ्गिनाम् अज्ञानां तत्र बुद्धिभेदं न जनयेत् इति समीचीनं महोदय तत्र प्रथमभागः प्रथम वाक्यम् इदानीं द्वितीयवाक्यं सर्वकर्माणि समाचरन् जोषयेत् हा तत्र सर्वकर्माणि समाचरन् जोषयेत् हा तत्र विद्वान् युक्तः समाचरन् सर्वकर्माणि अथवा सर्वकर्माणि समाचरन् जोषयेत् तत्र समाचरन् इति रूपं कीदृशम् समाचरति समाचरन् समाचरन् तत्र जोषयेत् जोषयेत् इत्युक्ते बहवः अर्थाः सन्ति महोदय जोषयेत् बट् यु नो टु अत्र तत्र समाचरन् तत्र विद्वान् युक्तः ज्ञानेन युक्तः विद्वान् एषः अस्ति अतः तत्र प्रायशः तत्र किमपि किमपि करणीयं नास्ति किन्तु तथापि सः समाचरन् तत्र सर्वकर्माणि समाचरन् जोषयेत् इत्युक्ते तत् करणीयम् इति तत्र कारयति अथवा तत्र प्रोत्साहं ददाति इति प्रायशः तत्र तस्मिन् विषये एतत् करणीयम् अस्ति इति प्रदर्शयति अथवा उत्साहं स्वस्य कर्माणि समाचरन् जोषयेत् अतः अतः एतं तत्र विद्वान् इति तत्र विद्वान् इति पदस्य द्वितीयविभक्ति एकवचनं किमस्ति एकवचनं विद्वांसं वा महोदय हा प्रायशः कोऽपि स्मरति वा विद्वांसम् इति मन्ये भवन्ति विद्वांसम् एतं विद्वांसं युक्तं विद्वांसं दृष्ट्वा तत्र एतं विद्वांसं कीदृशं विद्वांसं समाचरन्तं तत्र सर्वकर्माणि समाचरन्तं विद्वांसं दृष्ट्वा अन्ये अपि तत्र अज्ञानाम् इति अस्ति अज्ञानाम् इति विभक्ति का तत्र अज्ञा बहुवचनं तत्र अज्ञाः इत्युक्ते तत्र प्रायशः तत्र य न जानाति यस्य ज्ञानं नास्ति सः अज्ञः इति प्रायशः अज्ञा खलु तत्र रामायण अज्ञः तत्र अतः तत्र ते अपि अज्ञाः अपि ते कर्म कुर्वन्ति सर्वकर्माणि कुर्वन्ति अतः तत्र एषः कारयेत् तत्र जोषयेत् इत्युक्ते कारयेत् इति अस्तु अस्तु समीचीनं हा सत्यं भगिनि जुष् तत्र अतः तत्र जुष् इति तत्तु पठति पठेत् पाठयति पाठयेत् सुदादिगणीयमपि समानार्थकम् अस्ति इति वा महोदय अस्तु तत्र महोदय अष्टाध्याय्यां मध्ये दत्तं परितकर्णे परितपर्णे न जानामि अर्थः महोदय परितकर्णे परित इत्युक्ते जोष्टु इति पदं तु अहं जोषं जनाः भवती जानाति खलु हिन्दीभाषायां जोष् तदेव अत्र तत्र आसक्तिः तत्र सन्तोषं जनयति इति अत्र प्रायशः हा सन्तोषं जनयति किन्तु इत्युक्ते भगिनि तत्र हा तत्र एतत् कर्म तत्र कर्मसु नित्यकर्मसु तत्र सन्तोषं जनयति अतः तत्र ते कुर्वन्ति तं दृष्ट्वा अज्ञाः अपि कर्म एव नास्ति महोदय सर्वकर्म सर्वकर्म नित्यकर्म नास्ति सत्यं महोदय स्वीकुर्वन्ति यद्यपि एषः किमपि एतया तत्र ज्ञानिना अथवा एतेन ज्ञानिना किमपि न करणीयमस्ति किं तथापि सः सर्वकर्माणि समाचरन् अस्ति अतः तं दृष्ट्वा ते अपि सर्वकर्माणि कुर्वन्ति अतः एषः सर्वकर्माणि तैः कारयति इत्युक्ते करणीयमेव कर्तव्यं तादृशं तत्र कारयति तत् एतं दृष्ट्वा ते अपि चिन्तयन्ति अस्तु मया अस्माभिः करणीयम् एतत् अस्तु वयमपि कुर्मः अतः तत्र उत्साहः अस्ति अथवा सन्तोषः अस्ति कार्ये अतः तत्र जोषयति इति किन्तु हिन्दु हिन्दीभाषायां तु किञ्चित् भिन्नः अर्थः अस्ति तत्र अस्तु भगिनि किन्तु तत्र जोषयति तत्र हिन्दीभाषायां तु उत्साहः इति अत्र सन्तोषः अथवा तत्र सन्तोषः इति वक्तुं शक्नुमः इति मन्ये धन्यवादः अस्तु भगिनि अस्तु इदानीं तत्र उपरितने तत्र किं तत्र श्लोकत्रयमस्ति तत्र किन्तु तत्र पुनः तत्र श्लोकस्य दर्शनम् अपेक्षितम् अस्ति अस्तु तत् कुर्मः तत् प्रायशः तत्र एकमेकं धातु स्वीकृत्य वदामः समीचीनं भगिनि अस्तु अतः तदेव कुर्मः अस्तु अतः तत्र किं कुर्मः तत्र साधारणरूपं तत्र सुलभं रूपम् एकवारं कुर्मः तदनन्तरं तत्र अस्तु तत्र मिलित्वा एव वदामः तत्र पट् धातोः दृष्ट्वा तत्र तिष्ठति इति रूपं वदामः तर्हि तिष्ठति किं भवति अस्तु इदानीं तादृशं तिर्ग पुनः तत्र पुनः तत्र खादति इति खादेम इदानीं तत्र पुस्तकं पिहित्वा वक्तुं शक्नुमः वा आं महोदय करोमि अस्तु तत्र वदति इति वदामः तत्र वदेत् समीचीनं भगिनि अस्तु इदानीं तत्र हसति इति हसेत् हसेत् हसेताम् हसेयुः हसेः हसेतम् हसेत् हसेयम् हसेव हसेम समीचीनं इदानीं तत्र अग्रिमे पुटे तत्र शक्नुयात् इति अस्ति तस्मिन् स्थाने तत्र प्राप्नोति इति तत्र प्राप्नुयात् वदतु भगिनि लक्ष्मी भगिनी वदतु प्राप्नुयात् प्राप्नुयातां प्राप्नुयुः प्राप्नुयाः प्राप्नुयातं प्राप्नुयात् प्राप्नुयां प्राप्नुयाव प्राप्नुयाम इदानीं पुस्तकं पिहित्वा तत्र शृणोति इति रूपं वदतु शृणोति शृणुयात् शृणुयात् शृणुयातां शृणुयुः शृणुयाः शृणुयातं शृणुयात् शृणुयां शृणुयाव शृणुयाम समीचीनं भगिनि समीचीनम् अस्तु तत्र अतः तत्र अग्रिमे वर्गे परीक्षा भविष्यति तत्र वर्गे अहं दातुं ददामि अपि पृच्छामि तत्र रूपाणि वदन्तु इति किन्तु पुस्तकं पिहितं भवेत् अस्तु अग्रिमे वर्गे प्रश्नः अस्ति महोदय इति पदं कुतः आयाति? धातु किम् अस्ति तत्र? किं पिहित धातु कुतः आयाति इति पदं? कथं निष्पन्नं भवति तत्र? विशेषधातु अस्ति, विशेष शब्दमस्ति, धा धातु अस्ति, अर्थात् धा प्रत्ययः भवति, पिहित इति भवति, अपि अपि अपि उपसर्गयुक्त धा धातु अस्ति, अतः पिधानम् इति खलु तत्र पिधानम् इति तेन एव भवति, अतः तत्र अकारस्य लोपः भवति, पिददाति इति तेन एव भवति, पिधाय इति भवेत्, अतः उपसर्गयुक्त अहं चिन्तयामि पिहित्वा इति समीचीनं न जानामि, पिहित्वा इति उपसर्गयुक्त अतः लेप् प्रत्ययः भवति पिधाय इति प्रत्ययस्य सामान्यतः उपसर्गयुक्त लेप् आदेशः भवति खलु, अतः अपिधाय अथवा पिधाय इति भवतः मम सम्यक् न जानामि, परन्तु सा प्रत्ययस्य अत्र उपसर्ग अस्ति इति कृत्वा अत्र लेबन्तरूपं भवेत् इति, पिहितम् इति समीचीनमेव, पिहित्वा इति महोदय तत्र पिहितम् इति तु तत्र प्रत्ययः खलु, तत्र पठितम् इव पिहितम्, आमां तत् परन्तु त्वा प्रत्ययस्य पिददाति अस्ति चेत् तत्र पिदधाय इति धा इति धातु अस्ति उपसर्ग, अपि अपि इति उपसर्ग भवति, अपि इति योजयित्वा पिधाय इति पिधाय इति भवति वा इति द्रष्टव्यं, न जानामि, प्रायः भवेत् इति मम पिधाय पिधाय इति अस्ति महोदय, पिधाय इति प्रायः न जानामि, पिधाय इति लेबन्तरूपं इत्युक्ते लट् लट् रूपं नास्ति तत् पदस्य, तत्र पिदधाति पिदधाति इति पिदधाति इति क्रियापदं, धा इति धातु अस्ति जुहद्यादिगणे अस्ति धा इति धा इति, किन्तु दधाति भवति, न दधाति तत्र दकार तु अल्पप्राणः, अत्र धा इति महाप्राणः, आम् दधाति किन्तु पिदधाति कुतः आयाति? अपि इति योजयित्वा भवति तत्र प्रयोगः, तत्र अत्र अत्र महाबल क्षम्यतां हेगडे महोदयस्य पुस्तके अस्मिन् अहं शेर् करोमि, अहम् इदानीं मनसि नास्ति, तस्य कृते लेखनमस्ति भाषापाक इत्यस्मिन् पुस्तके, भाषापाके अस्ति वा महोदय? अस्ति महोदय, तत् पिहितम् इत्यस्य विषये अस्ति, कथं पुस्तकं तु अस्ति किन्तु ज्ञानं नास्ति, तत् पिहितमस्ति पुस्तकम्, अस्तु अस्तु अहं न तत्र अस्ति पश्यामि, तत्र भगिनी भगिनी तत्र ज्ञानं पुस्तके पिहितम् अस्ति, अहम् अन्धकार मध्ये, न वयं सर्वे केवलं, अहमपि तादृश एव, यत्र समयः भवति पश्यामि, अत्र इदानीं स्मरणे अपि न तिष्ठति, अतः किञ्चित् क्लेशः भवति, क्लेशः एव, चिन्ता मास्तु भगिनि, किन्तु इदानीं भाषापाके अस्ति अतः तत्र तत्र अन्वेषणीयम्, अहमपि पश्यामि महोदय, अस्तु, अपि च गतवर्गे एकः प्रश्नः पृच्छामि अहम्, इत्युक्ते त्रिषु कालेषु इति भवितुम् अर्हति वा न वा विधिः? आं भगिनि, अहं पृष्टवान्, तत्र उत्तरम् एतावत् न प्राप्तं भगिनि, किन्तु यदा प्राप्नोमि अहं वदामि भगिनि, अस्तु महोदय, बहु उत्तमम्, धन्यवादः भगिनि, मनसि अस्ति प्रश्नः, मनसि अस्ति किन्तु उत्तरं न प्राप्तम् इति कृत्वा न उक्तवान् तावदेव, धन्यवादः भगिनि, अस्तु, तत्र लक्ष्मी भगिनी अन्ते वदति वा भगिनि शान्तिमन्त्रम्? अस्तु महोदय, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्, ओम शांति शांति शांति ही, धन्यवाद महोदय, धन्यवाद भगिनी, धन्यवाद, धन्यवाद सर्वेभ्यः, नमः, धन्यवाद महोदय, अग्रिमवर्गे मिलामः, नमस्कारः, धन्यवाद, धन्यवाद महोदय।